नमस्कारः. धातुपाठे हल्सन्धिः इति पाठः अस्माकं पाणिनीयवर्गे प्रवर्तमानः अस्ति. तत्र हल्सन्धिः इति पाठः चतुर्षु विभागेषु विभक्तः. तत्र प्रथम पाठः अस्ति हलन्तेभ्यो धातुभ्य लङ्लकारस्य थ प्रत्ययस्य स प्रत्ययस्य अनयोः योजनविधिः इति प्रथमपाठः तस्मिन्नेव विषये अस्ति. परन्तु तत्र अस्माकं चिन्तनं किम् इत्युक्ते हलन्तधातुः अस्ति, लङ्लकारस्य प्रत्ययः तकारः सकारः अस्ति चेत् यत्र कुत्रापि भवति वा इति प्रश्नः. तादृशं न भवति. वयं तु चिन्तितवन्तः गतसप्ताहे अपि अदादिगणः जुहोत्यादिगणः यत्र विकरणप्रत्ययस्य लोपः भवति, अनन्तरं रुधादिगणः यत्र विकरणप्रत्ययः धातोः मध्ये आगच्छति, अनन्तरं यङ् लुकि यत्र तत्रापि शपः लुक् भवति इति तादृश अवस्थायां स्थित्याम् एव तत्र हल्सन्धेः अवसरः भवति. अन्यत्र कुत्रापि तत्र तु धातुः क्षम्यतां विकरणप्रत्ययः आगच्छति चेत् अङ्गम् अदन्तं वा अनदन्तं भवति चेत् तत्र भिन्नकार्याणि भवन्ति. परन्तु अस्माकं हल्सन्धेः अवसरः तत्र न भवति इति दृष्टवन्तः. अत्र सोपानत्रयम् अस्ति, योजनविधौ सोपानत्रयम् अस्ति. तप्रत्ययः सप्रत्ययः अनयोः लोपः भवति अस्माकं हल्न्याभ्यो दीर्घा सुतिस्य पृत्तं हल् इति सूत्रेण. अपृत्त एकाल् प्रत्ययः इति कृत्वा तस्य लोपः भवति अनेन सूत्रेण. हल्न्याभ्यो दीर्घा सुतिस्य पृत्तं हल् सूतीसि अत्र तकारः सकारः इतश्च इति सूत्रेण थीसि इदानीम् अस्माकं थीसि प्रत्ययः तकारः सकारः एव अवशिष्यते इतश्च इत्यनेन ईकारः लोपं भूत्वा. अतः अनेन सूत्रेण हल् लुप्यते, अपृक्त हल् लुप्यते इति दृष्टवन्तः. अनन्तरम् एकम् उदाहरणम् आसीत् यङ् लुगन्त उदाहरणं, तस्मात् एव अद्य पठामः. एकमेव सूत्रं गतसप्ताहे अभवत्, अतः अद्य किञ्चित् इतोपि अग्रे सरामः. पट् धातुः अत्र तस्य यङ् लुङ्क् रूपं, तथैव पट् धातुः यङ् लुक् इति आरभ्य पठामः. महोदय पठति वा? आम् भगिनि. उदाहरणमासीत् किल, उदाहरण पट् धातु स्वीकुर्मः तत्र वा? तस्मात् पठामः. कुत्र पट् इति धातुः स्वीकुर् अधुना अनुभवार्थं यङ्लुकानां तत् तत्र वा ततः वा? एकवारं कुत्र कुत्र तत्र यदा वयं अधुना अनुभवार्थं तदेव समीचीनं महोदय. पट् इति धातुः अधुना अनुभवार्थं यङ्लुगन्तानां लट्लकार कथं भवति इति पश्येमः. अत्रापि हल्सन्धेः अवसरः. पट् धातुः इति स्वीकुर्मः. यथा पट् धातुः योग णिच् प्रत्यय, पाटि इति नूतनधातुः, लटि पाठयति इति रूपं वयं जानीमः. तत्र पट् इति अत्र णिच् प्रत्यययोजने णित् अस्ति, अतः अचोणिति अथवा इत्यनेन एकवारं पट् अथवा अथ उपादाय इत्यनेन अत्र पाट् पाटि इति भवति. अतः पाठी योगः शप् योगति पाठयति इति रूपं. तथैव पट् धातुः योगः लङ् लुक्, पापट् इति नूतनधातुः अस्ति, लटि पापट् योगति अत्र पापट्टि, बालकः वारं वारम् अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे बालकः पापट्टि. अत्र पश्यतु यत् औपदेशिकः पट् धातुः चेत् रूपम् एवं पट् योग शप् योगति पठति. परन्तु यङ् लुगन्त धातुः चेत् मध्ये विकर्णप्रत्ययः नास्ति, अतः तत्र पापट् योगति इति अस्ति. पापट् तत्र अहं चिन्तयामि तत्र द्युतं भूत्वा पापट् इति, पापट् योगति इति. अत्र हल्सन्धिः भविष्यति, तेन एव कारणेन हल्सन्धेः अभ्यासार्थं यगलुगन्तधातु धातवः समीचीनाः, यथा पापट् युगति, अत्र टकार तकारयोः योजनेन स्टुत्वं भवति, स्टुनाष्टुः, पापट् योग तकारस्य टवर्गीय आदेशः, अतः प्रथमवर्णः भवति पापट् योग टि टकारैकार पापट्टि पापट् योग टि. इदानीं टकार करिचैतिरेण चत्वं चरादेशः भवति, अतः पापट् योग टि दी महाप्राणस्य अल्पप्राण पापट् योग टि पापट्टि इति वर्णमेलने. ध्येयं यत् औपदेशिकपट् धातोः लट्लकारे हल्सन्धेः अवकाशः नास्ति. पट् योग आयोगति पठति केवलं वर्णमेलनं विकर्णप्रत्ययस्य कारणात्, परन्तु यङ्गलुके हल्सन्धिः अवकाशः भवति विकर्णप्रत्ययस्य अभावात्, अतः हल्सन्धेः अभ्यासार्थं यङ्गलुगन्तदातवः समीचीनाः इति दत्तमस्ति. अत्र अत्र पापट् अत्र पापट् योगति इदानीम् अत्र विकर्णप्रत्ययः नास्ति इति कृत्वा अत्र लुक् भवति यङ्ग् लुक् इति भवति इति, अन्यथा अत्र शप् भवति एव पापट् योगति इति अस्ति. इदानीं तत्र हलन्तधातु अस्ति, अतः पापट् योगति अत्र स्टुनाष्टु इत्यनेन तकारस्य टकारादेशः टवर्गादेशः अनन्तरं यथा योग्यं चत्वं पापट्टि इति रूपम्. अतः एव अन्यत्र विकर्णप्रत्ययेन तत्र दातवः तत्र हलन्तदातव सिद्धिः न भवति, अतः यङ्ग्लुक् एव हलन्तदातो हल् सन्धेः प्रसक्तिः भवति इति महोदय दत्तमस्ति. अतः वयं हन्ध यङ्ग्लुगन्तदातुं स्वीकुर्मः हल्सन्धेः अध्ययनार्थम् इति. अग्रे महोदय अग्रे अदादिगणे जुहोत्यादिगणे रुधादिगणे येषाम् औपदेश्यधातूनां हल्सन्धेः अवसरः तु अस्ति विकरणप्रत्ययसभावात्, परन्तु तत्र धातवः परिगणिताः, अपि च येषां गणीयधातूनाम् अन्ते सर्वे हल् वर्णाः न प्राप्यन्ते, अतः बहूनां हल् वर्णानां सन्ध्याभ्यासः तत्र न लभ्यते. दृष्टान्ते यङ्ग्लुकि पापट् इति तकारान्तधातुः प्राप्तः, येन तकारस्य हल् सन्धिः अभ्यासः भवति, परन्तु अदादिगणे ज्योत्यादिगणे रुदादिगणे च कोऽपि तकारान्तधातुः नास्ति इत्यञ्च यङ्ग्लुकि सुन्दररीत्या हल्सन्धेः अभ्यासः भवति, यङ्ग्लुगन्तधातूनाम् अन्ये प्रायः सर्वे हल् वर्णाः प्राप्यन्ते. अत्र अतः किमर्थं वयं यङ्ग्लुकि इति यद्यपि तत्र अध्ययनं न अभवत् तदेव स्वीकृतवन्तः इति चेत् यङ्ग्लुगन्तधातवः तत्र भिन्नभिन्न हल् हलन्तधातूनां प्रसङ्गः भवति, अतः हल्सन्धेः प्रसक्तिः भवति, अतः तदेव स्वीकृतमस्ति अत्र हल्सन्धेः धातुपाठे हल्सन्धीनां विषये अध्ययनार्थं. तत्र अवसरः बहुषु भवति, अन्यत्र यद्यपि भवति अदादिगणे ज्योत्यादिगणे रुदादिगणे, परन्तु तेषां तत्र सर्वेषां हल् वर्णानां प्रसङ्गः न भवति इति अस्ति. परिगणितदातवः एव सन्ति, अतः तत्र अवसरः तु अधिकतया न भवति, परन्तु यदा यङ्ग् लुक् स्वीकुर्मः तत्र अस्माकम् अभ्यासार्थं बहवः धातवः सन्ति. समीचीनम्. अग्रे महोदय अत्र यङ्ग्लुगन्तधातूनां तावत् एव विषयः. यङ्ग्लुगन्तधातुः कथं निर्मीयते इति भिन्नवार्ता, अग्रे गत्वा अपरस्मिन् पाठे तमपि प्रक्रियां करिष्यामः, किन्तु अधुना केवलं यङ्ग्लुगन्तधातुम् आदाय हल्सन्धेः अभ्यासः क्रियते. अस्मिन् पाठे अभ्यासार्थं बहुत्र यङ्ग्लुगन्तधातूनाम् उदाहरणानि दत्तानि. अत्र किमर्थम् इति अत्र दत्तमस्ति यङ्ग्लुगन्तधातव एव, तस्य कथं भवति इति इदानीं तस्य विषये वयं न चर्चां कुर्मः, अग्रिमेषु पाठेषु भविष्यति इति दत्तमस्ति. अत्र लङ्लकारस्य अग्रे पठामि वा? आम् आं महोदय. अस्तु, लङ्लकारस्य अपृक्तप्रत्यये परे इतोपि एकः प्रसङ्गः अस्ति यत् हल् सन्धेः अवसरः प्राप्यते। यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तः भवति तत्रापि लङ्लकारस्य तकारस्य तप्रत्ययस्य अपि च सप्रत्ययस्य प्रत्ययः चेत् अनयोः लोपः भवति यथा। अस्तु, अजागृ अजागृयोगत् इति अस्ति, वयं दृष्टवन्तः, अस्तु दृष्टवन्तः अजागृयोगत् अस्ति, इदानीम् अजागृत् इति अस्ति, अतः तत्र संयोगः अस्ति हल् गाभ्यो दीर्घा सूतीसि अपृक्तं हल् इत्यनेन तकारस्य लोपः, अजागर् इति अस्ति, इदानीम् अजागर् अस्ति पदान्ते अस्ति, पदसंज्ञा अस्ति, अतः करवसंसर्जने इत्यनेन रेफस्य स्थाने विसर्गः अजागः। तथैव अजागर्योगस् इति अस्ति, तत्रापि सिप् इत्यस्य सकार एव अवशिष्यते, रकारसकारयोः मेलनेन हल् गाभ्यो दीर्घ सूति सू सि सि सका सूति सुबन्त ति एकवचन तिक तिप् एकवचनम् अस्ति, सि इति द्विवचन सारि एकवचन मध्यमपुरुषः अस्ति, तेषां हल् अपृक्तहल् लोपः भवति इति कृत्वा अजागृ इति अस्ति, सकारस्य लोपः भवति, संयोगः अस्ति, अतः अजागः इति रूपं सिद्ध्यति। अतः प्रथमं यदा स्वीकुर्मः तत्र अजागृ इत्येव अङ्गमस्ति, तत्र तु हलन्तधातुः नास्ति किल, अनन्तरं यदा वयं गुणः भवति अतः एव भवति गुणः, गुणस्य कारणेन एव इदानीं हलन्त अङ्गं सिद्ध्यति, अतः एव अवसरः हल्याभ्यो दीर्घात् इत्यस्य, तदपि बहु मुख्यमस्ति, प्रथममेव हल्याभ्यो दीर्घात् इति सर्वदा न भवति, हलन्तधातुभ्यः अस्ति चेदेव इति न, अङ्गम् इदानीमपि तत्र तु धातुसंज्ञा अस्ति एव, अजन्तदातुमस्ति परन्तु सन्धि कृत्वा भवति अङ्गम् धातुरूप्यङ्गम्, अतः अजागर् योगः तकारः इति। यदा वयं तत्र महोदयेन अत्रैव लिखितं किल तत्र यङ् लुगन्तधातूनां तावदेव विषयः इति, अस्माकं तत्र किं ट्यूस्डेस् थर्स्डेस् इति तत्र आशीर्लिङ्ग् प्रवर्तमानः अस्ति किल, अग्रिमपाठः यङ् लुक् प्रायः वा यङन्त इति पाठः एव अग्रिमपाठः प्रायः शिर्लिङ्ग् इति किञ्चित् कदा भवति भगिनि तत् कदा भवति समयः वा इण्डिया टैम् 6:30 प्रायः महोदय 6:30 AM अस्माकं वर्गः तु 6 किल, भवतः कृते इदानीं सप्तवादनं किल, अग्रिमसप्ताहात् तु अस्माकं डेलैट् सेविङ्ग्स् आरम्भः 5:30 भवति वा, न न न 6 भवति किल, पूर्वं वयं 6 एव कृतवन्तः किल, न तद् तद् महोदयस्य 5:30 भवति, 6:30 6:30 महोदयस्य तु क्षम्यतां कदा ट्यूस्डे भव्या भगिन्याः थर्स्डे अरुणा भगिनी अपि अस्ति वर्गे न न महोदयस्य वर्गे भवती अस्ति इति अस्तु उषा भगिनी अग्रे पठति वा आं भगिनि प्रथमसोपानेन पदं निर्मितम् अतः पदं निर्मित्तीकृत्य कार्याणि निमित्तीकृत्य प्रथमसोपानेन पदं निर्मितम् अतः पदं निर्मित्तीकृत्य कार्याणि प्रथमे सोपाने तिङ् प्रत्ययः संयोजितः अतः सुप्तिङ्गन्तं पदम् इत्यनेन पदं जातम् यद्यपि तकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः लोपः जातः तथापि तिङ्प्रत्ययस्तु विहितः एव अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अधुना धातुः न अपि तु तिङन्तं पदमेव. अधुना अरुणद् अभिनद् अहन् अधोग् असंसत् इति इमानि पदानि एव अपि च येषां पदानाम् अन्ते यः हल् वर्णः वर्तते सः पदान्तहल् वर्णः. अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिः अस्ति. अग्रे पठामि भगिनि. आं वदतु भगिनि, किम् अस्ति अत्र? पदं जातं यदा हल्याभ्योदीकासुतिस्य प्रत्यं हल् कृतवन्तः, अनन्तरं पदं जातम्. इदानीं किं कार्प्रत्ययः सकार्प्रत्ययः चेत् लोपः जातः. लोपः जातः चेदपि कथं पदम् इति वदामः? लोपः जातः अनन्तरं कथं पदं भवति? प्रत्ययस्य लोपः जातः. इदानीम् अजागर् योगः सकारः, सकारस्य तु लोपः जातः, कथं पदम् इति वदामः? सुबन्तं वा तिङन्तं वा चेदेव पदम्. इदानीं तु लोपः जातः प्रत्ययः, कथं पदम् इति वदामः चेत् प्रत्ययलक्षणं तु तिष्ठति एव. अतः किम् अधुना किम् अरुणद् अभिनद्? ओके, अरुणद् अभिनद् उदाहरणानि पदानि एव. ओके, I thought once we go through the examples, we can go back and say it. तत्र प्रायः नास्ति भगिनि, अग्रे आगच्छति. यदा वयम् अभ्यासं कुर्मः तत्र कथम् अरुणद् आगच्छति, अभिनद् आगच्छति इति आगच्छति. इदानीं केवलम् उदाहरणरूपेण पदान्त हल् वर्णः अस्ति चेत् अस्ति पदान्ते हल् वर्णः अस्ति तदापि तस्य पदम् इति संज्ञा भवति. पदम् इति संज्ञा अस्ति इति कारणेन द्वितीयसोपानम्. इदानीं पठतु भगिनि. ध्येयं यत् अग्रिमेषु सर्वेषु स्थलेषु कार्यं विहितम् पदान्ते यतः पदस्य इति सूत्रस्य अधिकारः, पदस्य इत्यस्य अधिकारः 8117 through 8345 यावत्. ओके, अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः. ओके, पदस्य इति अधिकार अण्डर् दट् 81 पदस्य अधिकार. ओके, सपादसप्ताध्यायारभ्य 81 त्रिपादि अपि पदस्य इति अधिकारः अस्ति. अतः तद् बहु मुख्यमस्ति. अस्माकं किं सूत्रमस्ति सपादसप्ताध्यायां त्रिपाद्यां निर्णयं कर्तुं, कस्य सूत्रस्य बलम् अधिकम् इति? सपादशब्दाध्यायीं प्रति त्रिपादि असिद्धा, त्रिपाद्यां प्रति पूर्वं प्रति परं शास्त्रम् असिद्धं. वाट् इस् दट्? पूर्वत्र असिद्धम् इति अधिकारः अस्ति. समीचीनं, तद् मुख्यमस्ति अस्मिन् पाठे, बहु मुख्यमस्ति तद्. किमर्थम् इत्युक्ते पदस्य अधिकारः इति 81 आरभ्य अस्ति. 81 तु सपादसप्ताध्यायी, 83 इति त्रिपादि. आं पठतु भगिनि. सप्तसु विभागेषु विभक्तः. ओके, पदान्ते संयोगः पदान्ते संयोगः या छ वर्ग अन्ते धातवः छ वर्गान्तदातवः हकारान्तदातवः भष्भावः सकारान्तदातवः दकारान्तदातवः मकारान्तदातवः ओके पदान्ते संयोगः पदस्य अन्ते संयोगास्ति चेत् तस्य पदस्य अन्तिमवर्णस्य लोपः भवति अत्र सर्वत्र सप्तसु विभक्तिषु विभागेषु विभक्तः इति अस्ति सर्वत्र पदस्य इति अधिकारः अस्ति तदपि स्मर्तव्यं यदा वयम् अत्र उदाहरणानि दृष्टवन्तः किल अरुणद् इति धकारान्तदातवः तत्र तादृशं चिन्तनीयम् हल्याभ्यो दीर्घात् इत्यनेन सुबन्तम् इति पदं जातम् अनन्तरं सुप्तिङन्तं पदम् इत्यनेन पदं जातम् अनन्तरं किं तत्र पदान्ते संयोगः चवर्गान्तदातवः हकारान्तदातवः इति मूलरूपं नास्ति यदा वयम् अजागर् इति कुर्मः चेत् तत्र अजागः इति भवति किल तद् पदं स्वीकृत्य पदं स्वीकृत्य एव देन् विशेषसुजुषादिः द्वितीयसोपानम् अनन्तरमेव प्रथमं पदं जातं स्टार्टेड् द प्रोसेस् सेकेण्ड् इदानीं किं भवति संयोगान्तस्य लोपः यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य पूर्णपदस्य ओके संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं बहुव्रीहिः तस्य संयोगान्तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः यस्य पदस्य अन्ते संयोगः अस्ति तत् पदस्य अन्तिमवर्णस्य लोपः भवति पदस्य इति अधिकारः अलोन्तस्य इति परिभाषासूत्रेण अन्तिमवर्णस्य लोपः भवति पदसंज्ञा अस्ति तद् ओके अग्रे भगिनि यथा बन्द् इति औपदेशिकधातुः यस्य यङ् लुगन्तधातुः बा बन्द् अबा बन्द् योगः तकारः हल्न्याभ्यो दीर्घात् सुतस्य पृक्तं हल् इत्यनेन तकारलोपः अबा बन्द् इति तिङन्तं संयोगान्तं पदं संयोगान्तस्य लोपः इत्यनेन पदस्य अन्तिमवर्णस्य लोपः अबा बन् ओके अबा बन्द् योगः तकारः अस्ति यङ्गन्तल् यङ् लुगन्तधातुः यङ् लुगन्तदात् अबाबन्द् योगः तकारः लङ् इत्यस्य रूपं भवति हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन अपृक्त हल् तकारः अस्ति तत्कारणात् अबाबन्द् योगः तकारः लोपः भवति संयोगान्तस्य लोपः तकारलोपः भवति अनन्तरम् अबाबन्द् यो स्थाने नकारधकारः इत्यनेन पदस्य अन्तिमवर्णस्य लोपः जातः संयोगान्तस्य लोपः इति सूत्रेण दकारलोपः भवति अबाबन् इति पदं सिद्ध्यति सम्यक् केन सूत्रेण संयोगः इति संज्ञा भवति भगिनि स्मरति वा इत्यनेन संयोगः इति संज्ञा समीचीनम् उत्तमम् अतः अभाभन् इति पदं जातम् अस्माकं रूपं निष्पन्नं लङ्लकारस्य प्रथमपुरुष एकवचनम् समीचीनं भगिनि धन्यवादः धन्यवादः अरुणा भगिनी द्वितीयं पठति वा? अतः एकं सूत्रं, यदा पदान्ते संयोगः अस्ति चेत् प्रथमसूत्रं संयोगान्तस्य लोपः इत्यनेन पदस्य अन्ते संयोगः अस्ति चेत् अन्तिमवर्णस्य लोपः, अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव लोपः भवति, न तु पूर्णवर्णस्य इति प्रथमसूत्रम्। इदानीं द्वितीयसूत्रं भगिनी पठतु भगिनि। भगिनि, संयोगस्य प्रथमसदस्य रेफः चेत् रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न। संयोगस्य प्रथमसदस्य रेफ अस्ति चेत् रेफात् परस्य सकार एव लोपो भवति, अन्नवर्ण्यस्य। केन सूत्रेण? रात्सस्य अष्टम अध्याये द्वितीयपादे चतुर्विंशतिसूत्रं, यस्य पदस्य अन्ते संयोगः अस्ति, संयोगस्य प्रथमसदस्य रेफः चेत् रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य च। रात् पञ्चम्यन्तम्, अन्यवर्णस्य न, क्षम्यताम्, अन्यवर्णस्य न। रात् पञ्चम्यन्तं, सस्य षष्ठम्यन्तं, द्विपदमिदं सूत्रं, संयोगान्तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, रात् संयोगान्तस्य पदस्य सस्य लोपः। अत्र द्वितीयसूत्रमस्ति रात्सस्य सूत्रं वदति, पदस्य अन्ते संयोगः अस्ति चेत् संयोग प्रथमसदस्य रेफः अस्ति चेत् रेफ पर अनन्तरं सकार अस्ति चेत् लोपः भवति। अनुवृत्तिसहितसूत्रं, रात् संयोगान्तस्य पदस्य इति अधिकारः, सस्य लोपः भवति। उदाहरणं पठितुं भगिनी वा? आं भगिनि, उदाहरणं पठित्वा तत्र वस्तुतः इति पदं परिच्छेदः पठतु। अमृज्योगः तकारः, उदाहरणम्, अमृज्योगः तकारः, अमृज् मृजो वृद्धिः इत्यनेन वृद्धिः, अमर्ज अमार्ज, संयोगान्तस्य लोपः इत्यनेन जकारलोपः प्राप्तः, रात्सस्य इत्यनेन जर् लोपः बाधितः, जकारलोपः बाधितः, अमार्ज एव अवशिष्यते। उदाहरणमस्ति अमृज् धातु, अत्र प्रथमं वृद्धि भवति, केन? मृजो वृद्धिः इति सूत्रेण वृद्धि भवति, अमार्ज इति सूत्र धातु, तदनन्तरं तकार अस्ति, अत्र अमार्ज इति संयोगान्तस्य संयोगपदं वर्णः अस्ति, तस्य ततः संयोगान्तस्य लोपः इत्यनेन जकारलोपः प्राप्तः, परन्तु रात्रस्य इति सूत्रम् आगत्य जकारलोपबाधितः अमार्ज एव अवशिष्यते। वयं पठितवन्तः रात्रस्य अत्र संयोगात् अस्ति, प्रथमं अस्ति चेत् रेफ अस्ति चेत् सकार एव लोपः भवति, न तु संयोगवर्णः। तदेव अत्र उदाहरणं सूचयति, अमृज् धातु योगः तकार, प्रथमवृद्धिः भवति, अमार्ज् इति अस्ति, ततः प्रथमं संयोगान्तस्य लोपः सूत्रम् आगत्य जकारलोपः कर्तुं तत् प्रसक्तिः अस्ति, परन्तु रात्रस्य इति सूत्रेण लोपः जकारलोपबाधितः अमर्ज् केवलं तकारलोपः भवति भगिनि। आम्, तद् बहु मुख्यसूत्रमस्ति, तत्र केवलं तद् न वदति, न केवलं रेफात् परस्य सकारस्य एव लोपो भवति इति एव न वदति, अन्यवर्णस्य न इत्यपि वदति. अतः रेफात् परः यदा सकारः अस्ति चेत् सकारस्य लोपः भवति, यदा अन्यवर्णः अस्ति चेत् रात्सस्य इत्यस्य कार्यं किं, तद् निषेधं करोति. संयोगान्तस्य लोपः इत्यनेन यद् कार्यं विहितं तस्य निषेधमपि करोति. सकार अस्ति चेत् सकारलोपो भवति, परन्तु अन्यवर्णः अस्ति चेत् संयोगवर्णलोपः बाधते बाधयति. समीपं तदेव अस्ति अस्मिन् परिचयते अपि. तत् पठतु भगिनि इदानीं वस्तुतः इदं. भगिनि अत्र एकः मम भ्रमः अस्ति, अत्र बाबन्द् इति अस्ति, बाबन्द् एव तकार, अत्र द्वयोः वर्णयोः लोपः भवति खलु, बाबन् अबाबन् इति भवति, दकारस्य तकारस्य अपि लोपः भवति. अस्तु क्षम्यतां, तकारस्य हल्गाभ्य दीर्घात्. अस्तु अस्तु अस्तु क्षम्यताम्. अहं चिन्तितवान् द्वयोः संयोगान्तस्य लोप इत्यनेन भवति वा इति. नास्ति, न न न, तद् पदं जातम् अनन्तरमेव संयोगान्त. अनन्तरमेव, आं क्षम्यताम्. आमामाम्, अस्तु अस्तु. तर्हि एकस्य एव भवति खलु, यदि त्रयः वर्णाः सन्ति चेत् भवति वा? तद् अग्रे आगच्छति तस्मिन् विषये. तद् किञ्चित् महाभाष्ये किमपि उक्तमस्ति, तत्र नियमः अस्ति. अस्तु, तद् आगच्छति. आम् आं भगिनि पठतु वस्तुतः इदं सूत्रम्. वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्य रेफः चेत् रेफात् परस्य सकारस्य लोपो भवति. अयं च सकारलोपः संयोगान्तस्य लोपः इत्यनेन एव सिद्धं खलु. तर्हि पुनः रात्सस्य इति कथनस्य का आवश्यकता? सिद्धे सति आरभ्यमाणो विधिनिर्णयमाय भवति. अयं सकारलोपः पुनः उक्तः यतोहि अनेन नियमयति. इदं सूत्रं नियमसूत्रम्. अस्य सकारस्य लोपस्य पुनः कथनेन केवलं सकारलोपः अपरवर्णस्य न इति फलितार्थः. तदेव वयं चर्चितवन्तः. वस्तुतः सूत्रं वदति पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्य रेफा अस्ति चेत् रेफात् परस्य सकारलोपो भवति. किमर्थं लोपः भवति, किमर्थं पुनः गतस्य इति सूत्रम् आवश्यकता किं सन्देहः अस्ति चेत् अत्र दत्तं सिद्धे सति अपि आरभ्यमाणः विधिर्नियमाय भवति. अहं न अवगतं वृन्द तत् पदं. सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति. तत्र तत् सूत्रं संयोगान्तस्य लोपः इति सूत्रमेव पर्याप्तं किल इति प्रश्नः. तद् संयोगः पदस्य अन्ते अस्ति चेत् तस्य लोपः तु भवति एव. राक्षस्य इति पुनः किमर्थम् एकं नूतनसूत्रम् इति. तत्र राक्षस्य यदा भवती अपि उक्तवती, तत्र वदति रेपात् परः सकारः अस्ति चेत् लोपः भवति, अन्यवर्णः अस्ति चेत् तस्य लोपः न भवति इत्यपि वदति. तदेव सिद्धे सति आरभ्यमानविधि नियमाय भवति. विधिसूत्रं राक्षस्य क्षम्यतां संयोगान्तस्य लोपः इति विधिसूत्रम्. तद् विधिः नियम विधिः वद तस्य विधिः विधीयते तेन सूत्रेण विधीयते यत् पदस्य अन्ते संयोगः अस्ति चेत् तस्य अन्तिमवर्णस्य लोपः भवति इति. विधिः तु आरभ्यमानः अस्ति. इदानीं राक्षस्य इति सूत्रं किं वदति, तदेव विधिः पुनः वदति. परन्तु यद् विधिः पुनः तेन सूत्रेण यद् उक्तं तद् नियमाय भवति. नियमाय इत्युक्ते नियमसूत्रम्. इदानीं तद् रेस्ट्रिक्ट् करोति. रेपः अस्ति चेत् रेपात् परः सकारः अस्ति चेदेव लोपः. एव इति यदा यत्र कुत्रापि एव इति पदम् अस्ति सूत्रे, तद् वदति, तत्र अस्माकं सूचना अस्ति तद् नियमसूत्रम् इति, तद् रेस्ट्रिक्ट् करोति. यदा नियम सकारः अस्ति चेदेव लोपः, इत्युक्ते अन्यवर्णः अस्ति चेत् का गतिः? लोपः न भवति इति रेस्ट्रिक्ट्. तदेव नियमसूत्रस्य कार्यम्. अत्र पुनः उक्तमस्ति एव इति न उक्तं, पुनः उक्तं चेत् एव इति अवगन्तव्यम् इति अर्थः. अवगन्तव्यम्, आम्, नास्ति अत्र सूत्रे नास्ति, किमपि सूत्रे न भवति, पुनः सूत्रे कदापि, आम्, सूत्रेपि न भवति, अनुवृत्तिसहितसूत्रे अपि न भवति. वयमेव किमर्थं पुनः उक्तं, पुनः पाणिनिना किमर्थम् एकं नूतनसूत्रं स्थापितम् इत्युक्ते सकारलोपः एव भवतु, अन्यवर्णस्य न, वयमेव योजयामः अन्यवर्णस्य न. यदा वयं तत्र अनुवृत्तिसहितसूत्रं पठामः तत्रापि रात् संयोगान्तस्य पदस्य सस्य लोपः इत्येव दत्तमस्ति, अन्ये न इति न. परन्तु संयोगान्तस्य लोपः अपि तद् कार्यं करोति एव किल. संयोगः अस्ति चेत् लोपः भवति एव अन्तिमवर्णस्य, तत् सकारः भवतु वा अन्यवर्णः भवतु वा. इदानीं तद् रेस्ट्रिक्ट् रेस्ट्रिक्षन् इति, नियमयति इत्युक्ते नियमनं करोति इत्युक्ते रेस्ट्रिक्ट् करोति. सकारस्य एव लोपः, अन्यवर्णस्य न इति. त्रासस्य इति बहु मुख्यसूत्रमस्ति, पुनः पुनः तस्य कार्यं बहुत्र आगच्छति. किमर्थम् इत्युक्ते रेपः सकारः अस्ति चेदेव लोपः, अन्यवर्णस्य न. यङ् लुगन्तधातोः विषये बहुषु स्थलेषु रेपः अन्यवर्णः इति बहुषु स्थलेषु तस्य कार्यं भवति. स्पष्टं वा? आं भगिनि. अस्तु, भवती एव अग्रे पठतु भगिनि. अग्रे द्रक्ष्यामः यत्, अग्रे द्रक्ष्यामः यत् अमर्ज् मार्च् अमार्ज् व्रश्च ब्रश्च भ्रश्च सृज मृज यज राजब्रजाच्छांसः इत्यनेन जकारस्थाने षकार आदेशः आमर्ष जलां जशोन्ते इत्यनेन पदान्ते जस्त्वम् अमार्ड् वा अवसाने इत्यनेन विकल्पेन पदान्ते क्षत्वम् अमार्ट् इति रूपम्. ओके, अन्य कार्यमस्ति अमार्ज् धातु रूपमस्ति रात्रस्य सूत्रेण. अनन्तरं भ्रश्च भ्रश्च सृज मृज यज राज ब्राजाच्च सह इति सूत्रेण जकारस्थाने षकारादेशः अस्ति, ततः आमर्ष् इति रूपं. तदनन्तरं जलां जशोन्ते इति सूत्रेण पदान्ते जस्तं षकारस्थाने ढकार आगच्छति, अमार्ड् वा अवसाने इति सूत्रेण विकल्पेन चत्वम् अमार्ट्. सो अमार्ज् रूपं, तदनन्तरम् अमार्ष् अमार्ष् अमार्ड् अमार्ट् इति रूपद्वयम् अमार्ड् आर् अमार्ट् वा अमार्ट् तदेव भगिनि. अतः इतोपि कार्यमस्ति इत्येव तत्र आवरणे यत् किमपि दत्तम् इतोपि कार्यमस्ति. अमार्ज् इत्येव अन्तिमरूपं नास्ति, इतोपि कार्यमस्ति इत्येव दत्तमस्ति. सूत्राणि वयम् अग्रे पठामः. भ्रश्च भ्रश्च इति अग्रे आगच्छति, पूर्णतया पठित्वा तद् अवगच्छामः कथं तस्य कार्यं भवति इति. इदानीं किं भवति? यदा कदा यदा कदा प्रश्नः आयाति सकारलोपस्य उदाहरणं किम्, एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेफसकारयोः संयोगः विद्यते, परन्तु सुबन्तेषु दृष्टान्तः लभ्यते. ऋकारान्तसुबन्तानां पञ्चम्यन्तं रूपं षष्ट्यन्तं रूपं च अनेन सिद्ध्यति. यथा प्रश्नः अस्ति सकारलोपस्य उदाहरणं किम्, परन्तु धातु प्रसङ्गे तादृशकार्यं नास्ति, केवलं सुबन्तविषयेषु एव वयं पश्यामः संयोगान्तस्य सकारलोप ऋकारान्तसुबन्तानां रूपं षष्ट्यन्तं रूपं च अनेन सिद्ध्यति. उदाहरणमत्र दत्तं पितृयुगानश् अनुबन्धलोपे पितृ प्लस् अस् दशक्वद्यते सूत्रेण नकारलोप भवति, अस् एव अवशिष्यति. ऋत उत् इति अनेन ऋकारान्तात् उत्तरयोः नशि नशोः अतिपरे पूर्वपरयोः उकारः एकादेशः. पित् योगः ऊ योगः स् उरन्रपरः इत्यनेन रुस्थाने यः अण् सः रपरः भवति. पित् उर् योगः सकार प्रातस्य इत्यनेन सकारलोपः. पितुर् सर्वसानेः विसर्जने इत्यनेन अवसाने रेवस्थाने विसर्गादेशः पितुः विदरूपम्. अत्र दत्तं वयं रातस्थ इति सूत्रं लकारे प्रक्रियाणां नाम दृष्टं, परन्तु केवलं सुबन्तरूपं. तद् उत्तरात् उदाहरणं दत्तं पितृयोगः नस् षष्ठीविभक्ति भगिनी नस् नस् पञ्चमी षष्टिरूपं पितुः एव किल. आं परन्तु पञ्चमी नसि अनुबन्धलोपं पितृयोग अस् ऋत उत् इति सूत्रेण ऋकारात् उत्तरयोः नसि नसो अतिपरे पूर्वपरयोः उकारः एकादेशः. ततः पित् योगः उ योगः स उरन्रपरः इत्यनेन ऋक् स्थाने यः अन् आदेशः भवति सपरः रेफ आगच्छति. पिच् योगः उर् योगः स प्रातस्य सूत्रेण सकारलोपः भवति, पितुर् एव अवशिष्यति. तदनन्तरं कर्वसनयो विसर्जनया इदानीम् अवसाने रेफस्थाने विसर्गः आदेशः भवति, पितुः इति रूपं निष्पन्नं भवति. समीचीनम्. अतः अस्माकं राक्षस्य इत्यस्य उदाहरणं तत्र रेपात् परस्य सकारस्य लोपः इति सूत्रेण उक्तं, परन्तु तादृशं धातोः विषये प्रायः किमपि उदाहरणं नास्ति इति कृत्वा अत्र सुबन्तपदेषु एकम् उदाहरणं प्रदर्शितं महोदयेन. ङसोः अस्ति चेत् तत्र उकार आदेशः, अनन्तरम् अस्माकम् उरण्ड्रपरः इत्यनेन सर्वधारपरः इति कृत्वा रात्रस्य इत्यस्य इत्यनेन सकारलोपः पितुर् पितुः इति भवति. समीचीनं वा? अतः रात्रस्य इत्यस्य उदाहरणं सुबन्तेषु प्रायः भवति, यत्र यत्र रेपः सकारयोः संयोगः अस्ति तत्र तत्र अस्य सूत्रस्य प्रसक्तिः. समीचीनम्. अतः संयोगान्तस्य लोपः रात्सस्य इति, रात्सस्य इति नियमसूत्रं प्रायः अस्माकं प्रथमनियमसूत्रम् इति चिन्तयामि. सिद्धेर् सति आरभ्यमानो विधिः नियमयति, विधि नियमाय भवति इति लक्षणम् अस्ति नियमसूत्रस्य. अस्तु महोदय, तृतीयं पठति वा? अस्तु, प्रायः महोदयस्य कर्तितम् अभवत् इति चिन्तयामि. मम ध्वनि श्रूयते भगिनि? इदानीं श्रूयते महोदय. तत्र एकः सन्देहः. वदतु महोदय. महोदय इदानीं न श्रूयते. श्रूयते वा इदानीं? श्रूयते, मन्दरूपेण एव श्रूयते महोदय. क्षम्यताम्. अत्र ऋत उत् इति अस्ति, गसिगसोः अतिपरे इति उक्तमस्ति, किमर्थम् अतिपरे इति भिन्नं भवति वा तत्र? यद्यपि अति अस्ति, अकारः अस्ति खलु, गसिगसोः नसिगसोः इति अस्ति खलु, अकार एव खलु, किमर्थं पुनः अतिपरे इति उक्तमस्ति इति? ओके, अतिपरे प्रायः नसिगसोः इति विशेषणरूपेण आगच्छति किल, नसिगसो नसि इति अत्र अकार एव खलु, अस् इति अस् एङ्गपदान्तात् अति अधः स्थले ऋत उत् अस्ति भगिनि, सो अनुवृत्तिरूपेण आगच्छति अथवा अतिपरे एव अस्ति चेत् अन्यत्रापि भवति, पितृयोगः औ वा किमपि अन्यप्रत्ययः अस्ति चेत् औ इति नास्ति, क्षम्यताम् उदाहरणं सम्यक् न उक्तवती, इदानीं श्रूयते भगिनि मम ध्वनिः? श्रूयते, श्रूयते, श्रूयते महोदय, तत्र ग्रामे अस्ति खलु, तत्र किञ्चित् नेट् कनेक्षन् नेट् वीक् अस्ति, क्षीणा अस्ति. अस्तु, ऋवर्णात् लुवर्णात् परस्य ङसि ङस् प्रत्ययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति. नसि प्रत्ययः अन्यत्र भिन्न प्रत्यय आदेशः भवति, प्रत्ययस्थाने भिन्न आदेशः भवितुम् अर्हति, अतः एव चिन्तयामि. अन्यत्र भवति वा तत्र, न जानामि, मातुः इति तत्रापि ऋकारः सर्वत्र, भ्रातुः कर्तुः इति सर्वत्र तादृशमेव अस्ति. एकनिमिषम् अहं पठामि, तद् ह्रस्वऋकारात् ह्रस्वलुकारात् परः पञ्चमी एकवचनस्य ङसि प्रत्ययः, षष्टि एकवचनस्य ङस् प्रत्ययस्य अकारः. नसि नस् यदा अकारः भवति चेत् तस्य अग्रे आगच्छति चेत् पूर्वपरयोः उकारादेशः भवति, तद् सदारपरः भवति, तद् समीचीनम्. उदाहरणं गमळु योगः, दश इत्यस्य ङकारस्य लोपः भवति, अकार एव खलु, अस् अस् अस्य अस् अस्य एव खलु द्वयमपि, अतः चिन्तितवान्. आम् अस्तु एव, सर्वदा अस् भवति एव. किमर्थं वयं जानीमः सप्तमी लैक् हरेः भगिनि नसिंहसोश्च लैक् हरेः वुड् बि लैक् शेषोज्ञ सखी द गी संज्ञा हरि नस् इति यत्र यत्र प्रत्ययः भवति तत्र सर्वत्र नकारस्य लोपः भवति एव किल. आं भगिनि, किमर्थम् ऋकारान्तपदप्रतिकस्य एव खलु, अतः तत्र हरि इत्यस्य प्रसक्ति एव न भवति, ऋतवत् इति अस्ति खलु, ऋतवत् ऋतवत् प्रायः विषय अनुवृत्ति अनुवृत्तिरूपेण एव आगच्छति, अनुवृत्तिः तावदेव तत्र किमपि बहु किमपि किमपि उपयोगः अन्यत्र भवति, नसिंहसोः अति इति स्पष्टीकरणार्थम् एव तावदेव तत्र बहु किमपि नास्ति इति चिन्तयामि, पठित्वा वदामि अग्रे किमपि अस्ति वा इति. अस्तु, पठामि. जलादिप्रत्यये परे तृतीयबिन्दुः अस्ति, जलादिप्रत्यये परे रेफात् परस्य चकारस्य वकारस्य च लोपो भवति, चकारस्य वकारस्य लोपो भवति इति अस्ति, राल्लोपः रेफात् परस्य चकारस्य वकारस्य च लोपः भवति, क्वि जलादिप्रत्ययः अनुनासिकः च परे अस्ति चेत्, रात् पञ्चम्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं, चोः षूड् अनुनासिके च इत्यस्मात् चोः इत्यस्य अनुवृत्तिः अत्र धेयं यत् अनुवृत्तौ तक्सहित चकारः सत्यापि व्याख्याने तुगागमः नापेक्षितः अतः न स्वीकृतः अनुनासिकस्य क्रिञ्चलोः किति इत्यस्मात् अनुनासिकस्य क्रिञ्चलो इत्यनेन अनुवृत्तिः अङ्गस्य इत्यसधिकारमस्ति चेत् सूत्रमस्ति अङ्गस्य रात् छोः लोपः अनुनासिके क्विज्झलौ क्विज्झलौ इति अस्तु तत्र तुक् सहितचकारः इति भवेत् महोदय अत्र देयं यत् अनुवृतौ तुक् सहितचकारः चकारस्य ह्रस्वस्य सोरि क्षम्यतां चेच इत्यनेन तुगागमः भवति अस्तु अत्र रात् लोपः इति अस्ति अङ्गात् अङ्गस्य रकारात् परस्य चकारस्य अपि च वकारस्य लोपः भवति इति दत्तमस्ति किमस्ति निमित्तमस्ति जलादिक्विप् प्रत्ययः जलादिक्विप् वा एतत् क्विप् प्रत्ययः जलादिक्विप् क्वि इति प्रत्ययः क्विप् इति प्रत्ययः अस्ति किल प्रत्ययः सर्वलोपि आमां सर्वलोपि प्रत्ययः अस्ति क्विप् अस्तु अतः तत्र लोपः भवति चकारस्य सोरि चकारस्य वकारस्य लोपः भवति इति दत्तमस्ति यथा कुत्र अस्ति तस्य मूर्छा इत्यस्मिन् तत्र किमपि अस्ति वा मूर्छा अस्तु मूर्छधातुः यङ्ग्लुकि मो मूर्छ् इदानीम् अत्र लङि अमोमूर्च् योगर्थ अस्ति इदानीम् अमोमूर्च् इति अस्ति इदानीं रेफात् च इदानीम् अङ्गस्य इदानीं रेफात् अङ्गमस्ति अमोमूर्च् इत्यस्मिन् चकारः अस्ति ततः पूर्वं रकार रेफः अस्ति अतः रलोपः इत्यनेन चकारस्य लोपः भवति एकवारम् अमो इत्यनेन चकारस्य लोपः अस्तु इदानीम् अमो मुच् अमो मुर् क्षम्यता अमोमुर् योगता अमोमुर् योगता इदानीम् अमोमुर् योगता इदानीं तिप् निवृत्तीकृत्य पुगन्तलघुपसेचनेन उपधागुणः अमोमोर् अमोमोर् योगता हल्ग्याभ्यो दीर्घा सूतीसि अप्रकृतं हल् इत्यनेन तकारस्य तप्रत्ययस्य लोपः तकारस्य लोपः अमोमो अमोमोर् इदानीम् अमोमोः इति भवति कर्वसविसर्जने इत्यनेन अमोमोर् अमोमोर् इति भवति वा अमोमोः तकारलोपः तकारलोपः अमोमोर् अस्ति अमोमोः इति भवति वा अमोमोः अनन्तरं कार्याणि अमोमोर् तत्र अस्माकं राक्षस्य इत्यस्य प्रसक्तिः अस्ति वा एकवारं रासस्य इत्यस्य प्रसक्तिः अस्ति सकारस्य रासस्य प्रसक्तिः आसीत् सकारस्य एव भवति अत्र परन्तु चकारस्य तत्र चकारस्य लोपः निषेधं कर्तुं शक्यते किल 6421 6421 एतत् निषेधसूत्रमस्ति वा अपवादसूत्रमस्ति वा रासस्य इत्यस्य सूत्रसङ्ख्या राष्ट्रस्य ओ अस्तु अस्तु त्रिपाद्यम् अस्ति राष्ट्रस्य सूत्रम् एतत्तु नास्ति अङ्गकार्यमस्ति क्षम्यतां रलोप इति अङ्गकार्यमस्ति चतुर्थपादे अस्ति अतः तस्य एव अपि तत्तु त्रिपाद्यम् अस्ति तस्य प्रसक्तिः एव न भवति अतः एतत् अस्ति एव अपवादः नास्ति सम्यक् राक्षस्य इत्यस्य प्रवर्तनार्थं पदसंज्ञा अपि अपेक्षितं किल तत्र अमोमूर्च्छयोगः तकारः अङ्गकार्यं तदपि अस्ति राल्लोपः अङ्गकार्यमपि चेत् त्रिपाद्यम् अङ्गकार्यम् एतत् अङ्गकार्यं तत् त्रिपाद्यमस्ति पदसंज्ञा नास्ति अत्र पद सम्यक् सर्वं मुख्यमस्ति अतः राल्लोपः इति रेपात् परस्य चकारवकारस्य लोपः भवति परन्तु अङ्गकार्यम् इति कृत्वा प्रत्ययः आवश्यकः क्वी जलादिप्रत्ययः अनुनासिकः परः अस्ति चेत् कार्यं भवति. अतः तत्र रालोपः 6-4 इति स्मर्तव्यम्. अत्र कश्चन प्रश्नः अस्ति. आम् महोदय, अत्र जलादि भगिनि जलादिकृत्प्रत्यय इति उक्तमस्ति. न न न, जलादिप्रत्ययः अनुनासिकः इति निमित्तत्रयं जलादि तत्र विशेषणविशेष्यभावः किमपि नास्ति. परन्तु जलादि क्वि इति इदानीं क्वि इति अस्ति, ककारस्यलोपः भवति पकारस्यलोपः भवति, वि इति सर्वापहारलोपः किल क्वि प्रत्ययः. तर्हि यद्यपि अस्ति लोपः भवति परन्तु जलादि अस्ति इति जलादि कथं भवति? जलादि अन्य जलादिप्रत्ययाः अपि भवितुम् अर्हति किल महोदय? अस्माकं स इति प्रत्ययः क्वि प्रत्यये परे अपि जलादिप्रत्यये परे तद् क्वि जलादिप्रत्ययः अनुनासिकः इति त्रीणि भिन्नभिन्ननिमित्तानि. अतः विशेषणविशेष्यभावः नास्ति. तकारः तु अनुनासिकः नास्ति किल, क्वि अपि नास्ति, जलादिप्रत्ययः अस्ति परन्तु. अस्तु अस्तु, अत्र अतः एव तत्र मोम् एकवारं मोमुश्च कुत्र वयं दर्शवन्तः एकवारं भगिनि मोमुच्च तकारजलादि अस्ति. अस्तु अतः एव अस्तु अस्तु. अग्रे महोदय, अत्र राल्लोपः सर्वप्रथमं भवति परत्वात् अङ्गकारत्वात् च. कस्य राल्लोपः प्रथमं भवति? किमर्थं परत्वात् पुगन्तलघुपदस्य च राल्लोपः द्वयोः? ओ अस्तु अस्तु, न न न क्षम्यतां, पुगन्तलघुपदस्य 7-3 किल, हल्ण्याभ्यो दीर्घात् राल्लोपः द्वयोः मध्ये. तद् अङ्ग एतद् अङ्गकार्यं तत् वर्णकार्यमस्ति. परत्वात् अङ्गकार्यत्वात् अङ्गकार्यत्वात् अस्तु, सर्वप्रथमं भवति परत्वात् अङ्गकार्यत्वात् च. तदा एव सन्धिकार्यस्य तकारलोपः. अस्तु, राल्लोपः इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्ते, किन्तु पूर्वत्र सिद्धम् इत्यनेन असिद्धे. राल्लोप इत्यस्मात् पूर्वं च इमे द्वे सूत्रे प्रसक्ते, किन्तु पूर्वत्र सिद्धम् इत्यनेन असिद्धे. पूर्वत्र सिद्धम् असिद्धे उपादायाञ्च 8-78 संयोगान्तस्य लोपः 8-23 च. अस्तु, उपादायाञ्च इत्यनेन धातोः उपधाभूतयोः रेफवकारयोः अल्परयोः इकः दीर्घः स्यात्. तस्य कृते पदसंज्ञा नापेक्षिता, अपि तु धातुसंज्ञा एव अपेक्षिता. अतः मोमूर्च् इति धातोः निमित्तानि सन्ति, अतः प्रसक्ति आसीत्. किन्तु राल्लोपः इति सूत्रं प्रति उपादायाञ्च 8-78 असिद्धं भवति. संयोगान्तस्य लोपः इति सूत्रस्य कृते संयोगान्तस्य लोपः इत्यस्य कृते पदसंज्ञापेक्षिताः. अमोमूच् योगता इति स्थितौ तिप् अस्ति, अतः पदसंज्ञा अस्ति. पदान्ते च चकारतकारयोः संयोगः अस्ति, अतः प्रसक्तिः आसीत्. किन्तु राल्लोपः इति सूत्रं प्रति संयोगान्तस्य लोपः असिद्धं भवति अस्ति. अस्तु, अत्र सूत्रद्वयस्य प्रसक्तिः अस्ति उपादायाञ्च अपि च संयोगान्तस्य लोपः इत्यस्य. किमर्थं तयोः प्राप्तिः न भवति इति महोदयेन दत्तमस्ति. उपादायाञ्च वयं दृष्टवन्तः धातोः किमस्ति तत् रेफवकारयोः, इदं हलन्तधातुः अस्ति, ततः पूर्वम् उपादायं रकारः अस्ति. तर्हि तत् पूर्वस्य रेफात् पूर्वस्य इकः दीर्घः भवति इति वयं दृष्टवन्तः. एतत् अनैमित्तिककार्यमस्ति, धातौ एव भवति. परन्तु तस्य प्रसक्तिः न अत्र किमर्थं न भवति चेत् इत्युक्ते तत् असिद्धम् अस्ति, अतः अधिकृत्वा तस्य प्राप्तिः न भवति. सहयोगान्तस्य लोपाय कृते पदसंज्ञा अपेक्षिता अस्ति. मोमुर्च् योग त इति पदसंज्ञा अस्ति इदानीम्. अतः तत्र परन्तु तत् त्रिपाद्यमस्ति इति कृत्वा तस्य प्राप्तिः न भवति, असिद्धं भवति इति इति अतः एव अदाल्लोपः इत्यस्य एव कार्यं भवति इति महोदय दत्तमस्ति. अतः चिन्तनत्रयमस्ति अस्मिन् परिच्छेदे. प्रथमं राल्लोपः हल्न्याभ्योदीघासुतिस्य प्रथमं हल् द्वयोः मध्ये तत्र राल्लोपः परसूत्रम् अङ्गकार्यात् बलवत् अतः तस्य कार्यम्. अनन्तरम् उपधायां च राल्लोपः द्वयोः मध्ये उपधायां क्षम्यताम् उपधाभूतहल्परौ रेपवकारौ ताभ्यां पूर्व इक्वर्णस्य दीर्घादेशो भवति. धातोः तु अमोमूर्च् इति धातुः अस्ति इति कृत्वा तस्य उपधायां च इत्यस्य अपि प्रसक्तिः, राल्लोपः इत्यस्यापि प्रसक्तिः. त्रिपादीसूत्रम् इति कृत्वा असिद्धम् इति भूत्वा राल्लोपः. इदानीं पुनः पदं जातं संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः. तदपि त्रिपाद्याम् अस्ति. अतः पदान्ते यदापि चकारतकारयोः संयोगः अस्ति चेदपि राल्लोपः सूत्रं प्रति संयोगान्तस्य लोपः असिद्धमेव भवति. अतः चिन्तनत्रयमस्ति एक अस्मिन् परिच्छेदे, भिन्नभिन्नस्थलानि भिन्नभिन्नचिन्तनं. अवगतं वा? आं भगिनि, अवगतम्. आम्, तत्र अनुनासिकस्य इति किमपि अस्ति भगिनि? द फस्ट् स्टेप् ऐ अण्डर्स्टुड् यु सेड् बिट्वीन् रा लोपः अण्ड् हल्न्याभ्यो दिस् इस् लेटर् सूत्र, सो देट् इस् रा लोपः प्रसक्तिः अस्ति. ऐ डिण्ट् हियर् द सेकेण्ड् द वन् दट् यु सेड्. द थर्ड् वन् ऐ द्वितीयमस्ति, यदा वयं राल्लोपः उपधायां च तयोः मध्ये तत्र चिन्तनं उपधायां इति सूत्रं त्रिपाद्याम् अस्ति. त्रिपाद्याम् अस्ति एव तत्कारणेन पदमपि जातम्. न उपधायां च इत्यस्य विषये पदसंज्ञा न आवश्यकम्. धातोः उपधाभूतौ हल्परौ. ओके, अतः धातुः हलन्तधातुः अमोमूर्च् इति अमोमूर्च् इति एव त्यजतु, मोमूर्च् इति. तत्र उपधाभूतः अनन्तरं हल्परौ रेपवकारौ सर्वाणि निमित्तानि पूरितानि. पूर्वम् इक्वर्णः अस्ति, दीर्घादेशः भवति वा इति प्रश्ने सति न भवति. राल्लोपः उपधायां च इत्यनयोः बलाबलचिन्तनं कुर्मः चेत् उपधायां च इति त्रिपादिसूत्रं सपादसप्ताध्यायां प्रति त्रिपादि असिद्धः. ओके, ओके, तत्कारणात् एव उपधायां च प्रसक्तिः नास्ति. ओके, अण्ड् देन् द थर्ड् वन् इस् बिट्वीन् राल्लोपः अण्ड् संयोगान्तस्य लोपः. ओके, तत्र संयोगान्तस्य लोपः इत्यस्य कृते तु पदसंज्ञा अपेक्षिता किल. अमोमूर्च् योगः तकारः इति यदा वयं पदसंज्ञा इति स्वीकुर्मः चेत् तत्रापि संयोगः क्षम्यतां राल्लोपः चिन्तनं समानमेव त्रिपाद्यां क्षम्यतां सपादसप्ताध्यायां प्रति त्रिपादि तत्र कथं स्वीकृतवन्तः इत्युक्ते अमोमूर्च् योगः तकारः फर्गेट् अबौट् द प्लस् प्लस् सैन् अमोमूर्च् योगः तकारः इति यदा वयं तिप् प्रत्ययः आनयामः चेदेव तत्र पदसंज्ञा जाता इति स्वीकृतवन्तः. हल्न्याभ्यो दीर्घात् अनन्तरम् इति तादृशं चिन्तनं न कृतवन्तः. प्रथमसोपाने एव अमोमूर्च् योगः तकारः इति यदा स्थापयामः चेदेव तत्र राल्लोपः संयोगान्तस्य लोपः द्वयोः प्रसक्तिः भवति वा इति चिन्तनं. हल्न्याभ्यो दीर्घात् अनन्तरं नास्ति. तादृशं चिन्तितवन्तः. यदि तकारलोपः अभविष्यत् चेत् तत्र प्राप्तिः एव न भवति, चकारस्य लोपस्य प्राप्तिः न भवति. किमर्थं रकारः अस्ति, नास्ति इत्यनेन तद् बाधा भवति. बाधा भवति, आम् समीचीनम्. आम् अनन्तरं तत् दीर्घः भवति, अनन्तरं पुगतलगुबध इत्यस्य सूत्रस्य प्रसक्तिः अपि न भवति. आम् समीचीनम्. आम् अनुनासिकस्य क्विज्जलोः इत्यनयोः अनुवृत्तिः इत्युक्तं काशिकायाम् अनुनासिकस्य इत्यस्य पर्युदासे ङिति इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय. किति ङिति स्वीक्रियते चेत् अमोमूर्च् योगत्त इति स्थितौ इष्टं रूपं न सिद्ध्यति तप्रत्ययस्य पित्वात्. अपि च अनुनासिकस्य इत्यस्य अनुवृत्तिः अपेक्षिता एव, यथा मोमुच् योग नि इति अस्ति लटि, मकारस्य अनुनासिकत्वात् राल्लोपः इत्यनेन चकारः लोपः भवति. मोमु मोमुर् योग मि पुगन्धलघुपतिचिन मो मोमोर्नि इति, मोमुर्च् योग मः मकारस्य अनुनासिकत्वात् राल्लोपः इत्यनेन चकारस्य लोपः भवति. मोमुर्योगमः इदानीं हलिच इत्यनेन मोमूर्मः. अस्तु, अत्र अत्र मो एकवारं मोमुर् मोमुर्मि मोमुर् मोमूर्मः इति मोमुर्मः. इदानीं हलिच इत्यनेन दीर्घः भवति रकारस्य. अस्तु, रकारस्य दीर्घः भवति. तत्र हलिच इति सूत्रम् अहं पठितवन्तः. अस्तु, हलिच इति यत् सूत्रमस्ति इति वदति, रेफान्तात् वकारान्तधातूनाम् उपादायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे. येन विसदन्तस्य इत्यस्य सहायेन तदन्तविधिः, अतः ओर् ओर्हो इत्यनेन येषां धातूनां इत्यनेन येषां धातूनाम् अन्ते रेफ वकारश्च तेषामपि ग्रहणं. हल् हलिसप्तम्यन्तं च आदयपि द्विपदविधं सूत्रं. सिपि धातोः सिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, रेरुपदायाः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः, सारि ओरुपदायाः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसूत्रमस्ति रोः धातोः उपदायाः इकः दीर्घः हलिच इति. अत्र हलिच इति सूत्रं वदति रेफान्तवकारान्तधातु अस्ति चेत् तर्हि उपदायाः उपदास्तस्य इकवर्णस्य दीर्घः भवति इति अस्ति. यथा अत्र मोमूर्च् वयं दृष्टवन्तः, मोमूर्च् योगमः, अत्र मोमुर् योगमः इति अस्ति. इदानीं धातुः अस्ति मोमुर् इति. इदानीं रेफान्तधातुः भवति, इदानीं रेफान्तधातुः अस्ति. क्षम्यतां, मोमुर् मो किं भवत् अभवत् मोमुर् हा रेफ् मोमुर् अस्तु, रेफान्तदातुः अस्ति मोमुर् इति. अत्र उपादायम् उकारः अस्ति, अतः तस्य दीर्घत्वं भवति मोमुर्मः इति भवति. नमस्ते, श्रूयते वा महोदय? श्रूयते न श्रूयते वा? आम् इदानीं श्रूयते, मम तु कट् अभवत्. ओ क्षम्यतां, मम दोषः एव, मम सकाशे एव अस्ति, अहं चिन्तयामि. इदानीं श्रूयते वा? हा श्रूयते महोदय. अस्तु, अत्र हलिचैतन्येन दीर्घत्वं भवति इति उक्तमस्ति. अत्र रेफान्तवकारान्तधातोः उपादायं स्थितस्य इकवर्णस्य दीर्घः भवति, अतः अत्र मोमुर्मः इति अस्ति. तत्र मोमुर्मः सारि मोमुर्मः इत्यस्मिन् मोमुर् इति धातुः अस्ति, अतः रेफान्तधातुः रेफान्तधातु धातु एव खलु रेफान्तदातु धातु संज्ञा तिष्ठति इति स्वीकुर्मः महोदय धातुः तु चकारान्तदातु क्षम्यतां धातुसंज्ञा अस्ति आमां सत्यं धातुसंज्ञा अस्ति अतः तस्य इदानीम् उकारस्य ईकवर्णस्य दीर्घः भवति तर्हि अत्र उकारः अस्ति मो मूर्मः इति भवति प्रश्नः अवगतः भवति वा हा आम् आं भगिनि तत्र किमर्थम् इति अत्र सूत्रमस्ति अतः किमर्थम् इति चेत् भगिनि तत्र राल्लोपः इति सूत्रे अनुवृत्तिरूपेण अनुनासिकस्य क्वीजलोः इति काशिकायां तत्र उक्तमस्ति अनुनासिकस्य क्वीजलोः इति अनुनासिकस्य क्वीजलोः इति इत्यस्य तत्र अनुनासिकस्य इति पर्युदासे तत् त्यक्त्वा ङिति इति अनुवृत्तिः दत्ता तत् दोषाय इति महोदय वदति यदा वयं ङिति इति अस्ति चेत् तत्र गुणस्य बाधा भवति किल अमूर्च्योगः तकारः इति भवति चेत् तत्र इष्टं रूपं न भवति किमर्थम् इत्युक्ते स प्रत्ययः पित् मी इत्यस्मिन् अपि भवति परन्तु मह इत्यस्मिन् न बहुवचने तादृशक्लेशः नास्ति तत्र परन्तु मी इत्यस्य भवति तत्र अतः तत्र किं कृतवन्तः इत्युक्ते अनुनासिकः इति पदं त्यक्त्वा ङिति इत्येव योजितवन्तः अतः सः किञ्चित् परिवर्तनं कृत्वा अनुनासिकस्य इत्येव अनुवृत्तिरूपेण आवश्यकं ङिति इति स्वीक्रियते चेत् रूपं दोषाय भवति इति कृत्वा तत्र तत्र किञ्चित् वर्गे प्रायः प्रश्नः आगच्छति अतः सः अत्र योजितवान् अतः रूपं तादृशम् आगच्छति राल्लोपः इत्यस्य कार्यं चकारलोपः अमोमुर् योगः मि इदानीं पुगन्तलघुपदस्य च समीचीनम् हलीच इति सूत्रं तु जानीमः एव समीचीनं महोदय धन्यवादः अतः मोमूर् मोमूर् मोह मोमूर्मि इति रूपम् आगच्छति इति अस्तु उषा भगिनी अग्रे पठति वा भुवादौ भुवादौ तुर्वी धातुः तुर्व तुर्व इति यङ् लुगन्तधातुः थो तुर्ब् ओके थोत्थुर्ब् योगः मि मकारस्य अनुनासिकत्वात् राल्लोपः इत्यनेन वकारलोपः ओके थोथुर् योगः मि पुगन्तलघुपतस्य च इत्यनेन थोथोर्मि ओके थोत्थुर्ब् योगः मि मकारस्य अनुनासिकत्वात् राल्लोपः राल्लोपः क्वि जलो अनुनासिके क्वि आर् जल् आर् अनुनासिका ओके रात् चुभोः लोपः रात् चुभोः लोपः तोतुर् हौ डिड् बकारा बिकम् लोपः भगिनि चुवो वुड् बी द लोपः रैट् किं लोपः राल्लोपः इति अनुनासिकत्वात् चकारवकारयोः किल ओ चकारवकार चुवोः ओके चकार वकार ओके पूर्व विसा चकारलोपः नो वकारलोपः ओके ओके तोतुर्वियोगः मि मकारस्य अनुनासिकत्वात् राल्लोपः इत्यनेन वलोपः वकारलोपः तोतुर्योगः मि पुगन्तलघुपदस्य च इत्यनेन तोतोर् मि ओके ओके पुगन्त गुण गुण ओके देन् तोतुर्ब् योगः मह मकारस्य अनुनासिकत्वात् राल्लोपः इत्यनेन वकारस्य लोपः तोतुर्योगः मह हलीच इत्यनेन तो तोतुर् तोतुर् मह ओके तोतूर्मः तोतुर्योगः मह राल्लोपः इति सूत्रेण वकारस्य लोपः लोपानन्तरं तोतुर्योगः मह अस्ति हलीच इत्यनेन रकारान्तधातु ओके रात्वस्य रुवोर्लुपदाय दीर्घैकः रुवोरुपदाय दीर्घैकः हलीच इत्यनेन सूत्रेण उकारस्य दीर्घः भवति तोतूर्मः समीचीनम् अतः तत्र उदाहरणद्वयं एकं चकारस्य अनन्तरं बकारस्य लोपः रासस्य क्षम्यतां राल्लोपः इत्यनेन अनुनासिकत्वात् कथं भवति इति क्वि इत्यस्य उदाहरणं किमपि न योजितं तकारलोपः तद् जल प्रत्ययः परः अस्ति चेत् किं भवति इति दृष्टवन्तः जलादिप्रत्ययः अनन्तरम् इदानीम् अनुनासिकत्वात् कथं लोपः इति अग्रे भगिनि विन्यासुभिः तोतुरु इति तुरु इति टु किल् डेस्ट्राय् हर्ट् इदानीं रिपीटेड्लि डेस्ट्राङ्ग् रिपीटेड्लि डेस्ट्राय् I guess in the battle. Repeat, that's why the terrorist outfits repeatedly we have to. hideouts. repeatedly destroying the hideouts. Hideouts, oh I see. Okay. Terrorist hideouts. Oh I see. Border, in the border. Border, totally. That's why we have to do the same thing. सैनिकाः तोतुर्वन्ति वा आततायिनानां गृहाणि वा अथवा स्थावराणि तोतुर्यन्ति वा किं भवति भगिनि तत्र प्रथमपुरुषे बहुवचने तोतुर्वा योगति तोतुर्वती किं भवति तोतुर्वती तत्र तु किमपि अस्माकं सूत्रस्य किमपि प्रसक्तिः तत्र न भवति किल तकारलोपः किमपि न तोतु तो तत्र गुणः तु भवति एव तोतोर्थी तत्र राल्लोपः इत्यस्य अपि प्रसक्तिः भवति वा तोतुर्व योगति इदानीं तोतुर्वयोगति इति अस्ति अस्तु तर्हि परन्तु उपादायां कः वर्णः अस्ति तोतुर्व अस्ति इति किं भवति अत्र तोतुर्व अस्ति वकारस्य लोपः भवति राल्लोपः इत्यस्य जलादि अस्ति वा तकारः ति प्रत्ययः अनुनासिकः नास्ति जलादिप्रत्ययः अस्ति अतः लोपः भवति वकारस्य तोतुर्योगति इति अस्ति तर्हि तत्र दीर्घः भवति वा हलीच न तत् तिप् इत्यनेन सर्वदा खादतु तोतुर् पुगन्तलघुपदस्य इत्यनेन द्विगः भवति वा गुणः भवति वा तोतोर्ति इदानीं तोतोर्योगतः किं भवति तोतुर्योगतः अत्र तत्र गुणः न भवति तोतुर्योग अन्ति अत्र न भवति तोतुर्वन्ति तोतुर्वन्ति सैनिकाः तोतुर्वन्ति सम्यक् इति चिन्तयामि पश्यामः तोतोर्ति इति सम्यक् एव अस्ति अन्यकिमपि आगच्छति वा इति अहमपि न जानामि द्रष्टव्यम् अस्तु भगिनि पठतु भगिनि. जिज्ञासुभिः जिज्ञासुभिः पृच्छ्यन्ते यत् उपधायां च इत्यस्य कृते धातुसंज्ञकः एव अपेक्षते, अतः तिङ्प्रत्ययस्य विधानात् प्रागेव तिङ्प्रत्ययस्य विधानात् प्रागेव अनेन उपधादीर्घः क्रियेत. ऐ डिण्ट् अण्डर्स्टाण्ड्. जिज्ञासुभिः इत्युक्ते यदा वयम् इदानीं कृतवन्तः किल, ज्ञातुम् इच्छा जिज्ञास. एतद् परिच्छेदः अस्ति किल, तद् प्रायः पूर्वं भवेत् भगिनि. इदानीम् अत्र न वयम् उपधायां च इति अस्मिन् विषये चर्चितवन्तः किल, अतः तद् प्रसङ्गः मनसि स्थाप्य इदानीं पठतु. उपधायां च राल्लोपः द्वयोः मध्ये. तस्मिन् समये राल्लोपः इत्यस्य प्रसक्तिः एव नास्ति. तथा कुर्मः चेत् न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यम् असिद्धम् अपि तु पुगन्तलघुपदस्य च इत्यनेन अपि. अतः अन्ततो गत्वा ह्रस्व उकारः एव दृश्यते इति कारणतः तस्य गुणः भवति एव. अमोमोः इति ऐ केन्ट् एक्स्प्लेन् तत्र प्रश्नः कः इत्युक्ते उपधायां च इति सूत्रस्य तस्य प्रवर्तनार्थं धातुसंज्ञा एव अपेक्षते. वि डोण्ट् नीड् अ पदसंज्ञा आर् तिङ् प्रत्यय किमपि न आवश्यकं. तत् धातुः अस्ति चेत् तत्र कार्यं भवति. किं धातुपदायां च 8278 रैट् भगिनि, अतः धातुसंज्ञा एव उपधायां च इति सूत्रस्य विषये तस्य आवश्यकता केवलं धातुसंज्ञा एव. अतः तत्र किम् उक्तमस्ति इत्युक्ते तत्र तस्मिन् समये यदा धातुसंज्ञा अस्ति तस्मिन् समये राल्लोपः इत्यस्य प्रसक्तिः एव नास्ति. प्रथमम् उपधायां च करोतु इति वदति, परन्तु तदा वयं कुर्मः चेत् किं भवति, 8-2 इति अस्ति यदा भवती उक्तवती, राल्लोपः 6-4 अङ्गकार्यम्. अङ्गकार्यस्य कृते तकारः प्रत्ययः सर्वं निमित्तानि तु अस्ति, परन्तु उपधायां च इत्यस्य केवलं धातुसंज्ञा इत्येव निमित्तं, परः परे किमपि इति न उक्तमस्ति. अतः तत्र तादृशं कुर्मः चेत् तत्र किं भवति इत्युक्ते न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यम् असिद्धं, राल्लोपः इत्यनेन यद् कार्यं जातं तत्तु असिद्धं. पुगन्तलघुपदस्यापि इत्यस्यापि कार्यं न भवति. प्रथममेव उपधायां च इति कुर्मः चेत् अनन्तरं राल्लोपः इत्यस्य वा कार्याणि तु यदा वयं चिन्तितवन्तः त्रिपाद्यां सपादसप्ताध्यायां प्रति त्रिपादि असिद्धं भवति. अतः अन्ततो गत्वा किं दृश्यते, ह्रस्व उकारः एव दृश्यते इत्यनेन अमोमोः इति किमपि भिन्नरूपम् आगच्छति इति चिन्तनं, हैपोथेटिकल् इति वदामः किल. किमर्थं तादृशं, तत्र तु धातुसंज्ञा एव आवश्यकं, किमर्थं तद् प्रथममेव किमर्थम् उपधायां च इति कार् इत्यस्य कार्यं किमर्थं न प्रवर्तते इति. अत्र महोदयेन वर्गे बहवः प्रश्नाः आगताः इति कृत्वा एव अत्र आवरणे सः योजितवान्, अनन्तरं जस्ट् एडेड् द आन्सर्स् अलोन् वितौट् पोस्टिङ्ग् द क्वशन्. हियर् द आडियो इट् विल् बि मोर् क्लियर्. वयं दृष्टवन्तः पूर्वं भगिनि, अत्र एतत्तु अनैमित्तिककार्यमस्ति, सर्वदा करणीयम् इति अहं चिन्तितवान् आसीत् पूर्वम्. अनैमित्तिककार्ये धातूनां कृते षत्वं नत्वम् इति एतादृशकार्य उपादायाञ्च इति वयं दृष्टवन्तः. अनैमित्यकार्यमत्र करणीयमेव एव इति उक्तमासीत्, परन्तु अत्र अत्र न भवति. अहं चिन्तयामि धातूनां कृते भवति सार्वत्रिककारण, क्षम्यतां, सामान्यदातूनां कृते, परन्तु एतत्तु आतिदेशदातवः तत्र भिन्नसूत्र, अतः तत्र न भवति, अत्र न भवति. आं समीचीनं महोदय, तदेव चिन्तनं. तत् प्रायः दिस् शुड् हव् बिन् अर्लियर्. परिच्छेदः तत्र स्थापनीयं भवति, यदा वयम् उपादायां च दृष्टवन्तः किल, तत्र भवेत् अत्र एकः अन्यप्रश्नः अस्ति, तदपि समापयतु भगिनि. अत्र प्रश्नः उदेति अमो मूच् योगः तकारः इति स्थितौ रात्सस्य इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धं भवति वा, असिद्धम् इति वा. अमो मूच् योगः तकारः इति स्थितौ रात्सस्य रकारस्य अनन्तरं चकारः अस्ति, अनन्तरं तकारः अस्ति. ओके, रात्सस्य इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम् इति वा. ओके, पदसंज्ञा अस्ति, पदान्ते संयोगः अपि अस्ति, किन्तु अत्र पदान्ते कः संयोगः अस्ति? चकारतकारयोः एव. ओके, चकारतकारयोः एव. भाष्यकारः प्रतिपादयति यत् संयोगः भवति द्वयोः हल् वर्णयोः एव. अतः अत्र रेफचकारयोः संयोगः यद्यपि अस्ति, तदापि पदान्ते न. अनेन कारणेन अत्र रात्सस्य इत्यस्य प्रसक्तिः एव नास्ति. एतत् चिन्तनमपि वयं कृतवन्तः, भवती अवगतवती वा? इट्स् शार्ट् आफ् बिगिनी, या, बट् ऐ केनाट्. तत्र यदा वयम् अमोमूर्च् योगः तकारः, तत्र एव अहं पृष्टवती किल, रात्सस्य इत्यस्य प्रसक्तिः अस्ति वा न वा इति. तत्र तु पदसंज्ञा न जाता. यदा वयं पदम् इति स्वीकुर्मः, तकारः आनीतवन्तः, अतः पदम् इति यदा वयं स्वीकुर्मः चेदपि तत्र कयोः संयोगः अस्ति, रेपचकारतकारयोः. चकारतकारयोः एव पदान्ते संयोगः. This is before doing halnyabhyo dirghat. Okay. First you are bringing ratsasya. Okay. Tripadi sutram straight away. Okay. Tatra kim bhavati iti eva chintanam. Tatra chakara takarayoho eva sanyogaha. Tatra parantu ratsasya ityatra tadrsham na vadati kila. Repa chakarayoho, shamitam, repa sakarayoho संयोगः अस्ति चेत् चकारस्य एव लोपः अन्यवर्णस्य वदति, परन्तु चकारतकारयोः एव लोपः, राक्षस्य इत्यस्य प्रसक्तिः एव नास्ति तत्र. एकं चिन्तनं तदेव. परन्तु अनन्तरं यदा महोदय पृष्टवान् किल, भाष्यकारः प्रतिपादयति संयोगः द्वयोः हल्वर्णयोः एव सर्वदा भवति. किमर्थम् इत्युक्ते अथवा वयम् इष्टरूपं न साधितुं शक्नुमः, अतः भाष्यकारः यत् वदति तदेव वयं स्वीकुर्मः. द्वयोः हल् वर्णयोः एव सर्वदा तत्र भवति एव, द्वयोः अधिकं हल् वर्णयोः अपि संयोगः भवति एव, परन्तु वयं वर्णद्वयम् इत्येव सूत्रस्य प्रवर्तनार्थं स्वीकुर्मः. तत्र अरुणा भगिनी समापयतु भगिनि, काशिकाकारो वदति तत्. आं भगिनि, काशिकाकारे वदति यत् तदधिकानामपि संयोगसंज्ञा भवति, किन्तु तथा कुर्मश्चेत् कुत्रचित् रूपं न सिद्ध्यति, यथा अधः असन् इति अवलोक्यताम्. अतः महाभाष्ये यत् प्रतिपादितं तदेव मन्तव्यम्. न अवगतं, पुनः पठामि भगिनि. काशिकाकारे वदति यत् तत् अधिकानाम् अपि संयोगः संज्ञा भवति, किन्तु तथा कुर्मश्चेत् कुत्रचित् रूपं न सिद्ध्यति. उदाहरणम् अधः असन् इति न अवगतं भगिनि. तत्र असन् स्थिति एकः धातुः अस्ति, तत्र नकार सकार तकारयोः संयोगः अस्ति. संयोगः इति अधिकवर्णानामपि भवति, न केवलं वर्णद्वयम् अमोमूर्च रेपचकारयोः इत्येव न. असंस्त् इत्यत्र नकार सकार तकारयोः संयोगः अस्ति, परन्तु वयं तादृशं वर्णत्रयस्य संयोगः वा वर्णचतुष्टयस्य संयोगः स्वीकुर्मः चेत् तत्र वयं रूपं कदापि साधयितुं न शक्नुमः. अतः व्याकरणरीत्या वयं वर्णद्वयस्य एव संयोगः इति स्वीकुर्मः. प्रमाणं तु महाभाष्यं, महाभाष्ये तादृशम् उक्तमस्ति, वर्णद्वयस्य एव संयोगः इति रूपेण स्वीकरोतु रूपसाधनार्थम् इति. अतः वयं वर्णद्वयम् एव संयोगः इति संज्ञारूपेण स्वीकुर्मः. असंस्थिति नकार सकार तकारः संयोगः अस्ति चेदपि सकारतकारयोः अन्तिमवर्णद्वयस्य एव संयोगः इति संज्ञा वयं दद्मः. नकार सकारस्य संयोगः इति संज्ञा न दद्मः. तदेव अस्य सारांशः. अग्रे अमोम तदपि समापयतु भगिनि. अग्रे अमोमो खरब्बसानयोः विसर्जनीयः इत्यनेन विसर्गजादेशः अमोमोः सामान्यमेव अतेव रूपं भवति. अतः अत्र सूत्रत्रयं पठितवन्तः, संयोगान्तस्य लोपः रात्सस्य राल्लोपः इति सूत्रत्रयं पठितवन्तः. अग्रे अग्रिमसप्ताहे पश्यामः. अग्रिमसप्ताहात् अस्माकं डेलैट् सेविङ्ग्स् इति आरम्भं भवति. भारते ये सन्ति तेषां कृते 1 hour earlier. अस्माकं कृते US मध्ये तु समयस्य परिवर्तनं न भवति. यथा पूर्वं महोदय, यदा अहम् उक्तवती महोदयस्य वर्गमपि भवतः कृते तु मम ट्यूस्डे तु भवतः कृते वेनस्डे भवति किल, वेनस्डे. थर्स्डे भव्या भगिन्याः वर्गः, भवतः कृते फ्रैडे. फ्रैडे मम तु बहुवारं क्लेशः एव भवति, टैम् कन्वर्षन् डेट् कन्वर्षन्. तद् आम् मेल् आगच्छति किल, तत्र समयः किञ्चित् अधिकमस्ति अतः चिन्तयामि गन्तव्यम् इति. न वयं तु कुर्मः एव अस्माकं वर्गे, परन्तु किञ्चित् समयः भवति तावदेव. धन्यवादः भगिनि. धन्यवादः भगिनी.